पठतु भगिनि. भगिनी अस्ति वा? पठन्ती अस्मि भगिनि, मूर्तया पठन्ती अस्मि. अहं मम गोवादिगणः सुधादिगणः इत्यनयोः विकरणप्रत्ययस्य अनुबन्धलोपानन्तरम् आ एव अवशिष्यते इति अस्माभिः दृष्टम्. तयोः गणयोः तिगन्तपदानां साम्यमपि अस्ति, यथा भवादौ भवति उदादौ तिकति, उभयत्र ति इत्यस्मात् पूर्वम् अकारः. तर्हि किमर्थं गणद्वयम्? एतावता प्रायः सर्वे जानीयुः यत् भवादिगणे गुणकार्यः भवति, सुरादिगणे च गुणकार्यः निषिद्धये निषिद्ध्येत. अस्मिन् पाठे किमर्थं सुरादिगणे गुणः न भवति इति परिशीलयिष्यामः. मम अत्र पश्यतु, भुआदि मकारः एतत् नाभिकमलात् वर्णः आगन्तव्यं, भुआ. अनन्तरं सुदादि इत्यनयोः विकरणप्रत्ययः अनुबन्ध लोपानन्तरम् आ एव अवशिष्यते इति अस्माभिः दृष्टं. तयोः गुणयोः तिङन्तपदानां साम्यम् अपि अस्ति, यथा भुआदौ भवति सुदादौ लिखति ख, महाप्राणवर्णः अतः नाभिकपलात् आगन्तव्यम्, उभयत्र ति इत्यस्मात् पूर्वम् अकारः इति. किमर्थं गुणद्वयं गणद्वयम्? एतावत् प्रायः सर्वे जानीयुः यत् द्वादिगणे गुणकार्यं भवति, तुदादिगणे च गुणकार्यं निषिध्यते. अस्मिन् पाठे एतत् महाप्राणसकारः. अस्मिन् पाठे किमर्थम् इति वक्तव्यं, सुदादिगणे गुणः न भवति इति परिशीलयिष्यामः. एतत् तादृशमेव पठितव्यम्. अत्र यत्र यत्र महाप्राणः अस्ति सम्यक्तया उच्चारणं करोतु. अस्तु, इदानीम् अत्र अर्थम् एकं पङ्क्तिः स्वीकृत्य अत्र पठतु. भगिनी पुनर्पठनं करणीयं वा? न, एकः पङ्क्तिः, एकं पङ्क्तिं स्वीकृत्य न तु अहं वदामि. अत्र अर्थः इतः पर्यन्तं न अभवत् खलु, अतः अहं वदामि. एकं पङ्क्तिः स्वीकृत्य अत्र अर्थं वक्तव्यमेव. अस्तु, भुआदिगणः सुदादिगणः इति गणः कति सन्ति? कोऽपि वक्तुं शक्यते चेत् वदतु. गणः कति? दशगणः. दशगणः, समीचीनम्, उत्तमं. भुआदिगणः सुदादिगणः एतत् अन्येषु गणेषु एतदपि भुआदिगणः इति प्रथमगणः. अनन्तरं सुदादिगणीयः तु षष्ठमगणः खलु, सुदादिगणः षष्ठम एव खलु, जानाति वा? अस्तु, इत्यनयोः विकर्णप्रत्ययस्य अनुबन्धलोपानन्तरं, मया पूर्वमेव अत्र एतत् विकर्णप्रत्ययं किम् अस्ति इति पूर्वमेव वयं दृष्टवन्तः. विकर्णप्रत्ययं द्वादिगणे किम् अस्ति? शप्. शप् अनुबन्धलोपानन्तरम् अकार एव. समीचीनम्, अकार एव तिष्ठति. अनन्तरं सुदादिगणे जानन्ति वा सुदादिगणे विकर्णप्रत्ययं किम् अस्ति इति? कोऽपि श अनुबन्धलोपानन्तरं तत्र अपि आ एव, परन्तु नास्ति, अतः गुणनिषिद्धः. एतदेव अत्र दत्तम्, आ एव अवशिष्यते. इदानीमेव दृष्टवन्तः. इदानीं तयोः गणयोः तिङ्गन्तपदानां साम्यमपि अस्ति, यथा भुआदौ भवति सुदादौ लिखति. अत्र पश्यामश्चेत् भुआदि किमस्ति अत्र भवति, कथं अत्र आयाति इति जानन्ति खलु, भू एव अस्ति, भू एव अस्ति खलु. एकनिमिषम् एतत् पश्येम. भू एव तिष्ठति. अत्र भवति इति कथं भवति? प्रथमं भू इति अस्ति, अनन्तरम् अत्र लट् अस्माकं विवक्षा अस्ति. अत्र लट् लोट् लङ् विधिलिङ्ग् इति अस्ति, अनन्तरं शेषः षड् अस्ति. एतत् लट् रूपम् अस्ति. अनन्तरं तिप्तस् जि सिप्तस् मिप्वस्मस् तां थां थाथां झ थ सा थां द्वम् इडवहि महीम् एतत् अस्ति. अस्माकं विवक्षा अत्र किं भवति? तिप् एव खलु. अत्र भू योगः तिप्. इदानीम् अत्र शप् अस्ति. इदानीमेव अनिल् महोदयेन उक्तम् अत्र शप् अस्ति. अनुबन्धलोपानन्तरम् अकार एव तिष्ठति. अनन्तरं किं भवति? सार्वधातुक सार्वधातुकार्धधातुकयोः इति सूत्रेण दीर्घ ऊकारस्य स्थाने ओकारः भवति. अतः भू भो भवति. अनन्तरम् अत्र बौ योगः किमर्थं बौ आगच्छति चेत् ओकारः अस्ति. अत्र एचो यवा यावः इति सूत्रेण 6178 पश्येम. अत्र सूत्रसङ्ख्या किम्? सूत्रसङ्ख्या किम्? अत्र इदानीमेव दृष्टवन्तः खलु सूत्रसङ्ख्या एचो यवा यावः 6178. अत्र 6178 अत्र पश्येमे चेत् एचो यवा यावः अत्र क्रमेण किं भवति? एचो यवा यावः निरुक्तं शिक्षा निरुक्तं न न न न एकनिमिषम्. एचो यवा यावः इति अस्ति खलु. अत्र एच् स्थाने एच् स्थाने किम् आगच्छति? एच् स्थाने किम् अस्ति? ऐ. अनन्तरम् एचो यवा यावः ओ स्थाने औ, ऐ स्थाने ऐ स्था आय् न ऐ स्थाने आय् औ स्थाने औ. एतत् सर्वं किं सूत्रेण आगच्छति चेत् यथासङ्ख्यम् अनुदेशः समानम् इति सूत्रेण एव भवति. अत्र एचो यवा यावः इति सूत्रं किं किम् इति अन्यसूत्रं किम्? एतत् एचो यवा यावः जानन्ति एव, परन्तु एतत् सूत्रं कथं भवति चेत् यथासङ्ख्यम् अनुदेशः अनन्तरं समानम् इत्युक्ते ए स्थाने किं भवति? ऐ. ओ स्थाने औ. एकनिमिषम् अहं पाठयिष्यामि. Thank you. इदानीं ए अस्ति खलु, ए अस्ति खलु, अत्र ए स्थाने किं भवति इदानीम्? ऐ ऐ एतत् जानन्ति वा न जानाति वा? प्रश्नस्य उत्तरं न इतः पर्यन्तम् आगच्छति एव. जानन्ति महोदय, अत्र तु यान्तवान्तसन्धि. हा समीचीनम्, उत्तमं. यान्तवान्तदेशसन्धि अस्तु, तावदेव. तादृशमेव अत्र भवति. एतत् किं सूत्रेण भवति इदानीम्? एचो यव यावः यावः सन्धिः तु इदानीम् अनिल् उक्तवान्, अनिल्जी उक्तवान् अत्र यान्तवातादेशसन्धिः इति अस्ति. परन्तु एचो यव यावः इति सूत्रं यथासङ्ख्यम् अनुदेशः समानम् इति सूत्रेण क्रमेण आगच्छति. या ये स्थाने ऐ तादृशं भवति खलु, ओ स्थाने परिभाषा सम्यक्. अत्र अत्र द्वयो स्थाने चत्वारि चत्वारि वर्णः अस्ति, अतः संख्या अनुदेश मेचिङ्ग् मेचिङ्ग् करोति. उत्तमम्, उत्तमं योजनं करोति. इदानीं यथा द्वादौ भवति इति भवति, सुदादौ लिखति इति भवति, अत्र किञ्चित् क्लेशः नास्ति एव. अत्र भवति एव भवति, लिखति एव लिखति, अत्र ति योजनेन एतत् भवति. उभयत्र उभयत्र भुआदौ तुदादौ उभयत्र ति इत्यस्मात् पूर्वम् अकारः, भुआ इति अकारः अस्ति खलु, तुदा अकारः अस्ति खलु, उभयत्र ति इत्यस्मात् पूर्वम् अकारः. तर्हि किमर्थं गुण गणद्वयम्? एतावत् प्रायः सर्वे जानीयुः यत् भुआदिगणे गुणकार्यं भवति एव. इदानीमेव भवती उक्तवती पित् अस्ति, अतः भुआदिगणौ पित् अस्ति चेत् अत्र गुणकार्यं भवति. अत्र तुदादिगणे एतत्तु अपित् अस्ति, शा इति अत्र अकारः एव तिष्ठति. एतत् तुदादिगणे गुणकार्यं निषिध्यते. अस्मिन् पाठे किमर्थं तुदादिगणे गुणः न भवति इति परिशीलयिष्यामः. एतत् विषये एव अत्र पाठः चलन्ति अद्य. अग्रे प्रवीणा चौहान् पठतु. Why have we gone to that part? तृतीयगणः खलु, अत्र धातुविज्ञानं, धातुविज्ञानं द्वितीयविषये अभवत् खलु समीचीनतया, पूर्वतया पूर्णतया पूर्णतया अभवत् एव. तृतीय एकनिमिषम् एकनिमिषम्, तृतीयविषये अभवत् वा? पूर्वमेव पूर्वमेव अभवत् खलु एतद् विषये अपि. तृतीय धातुविज्ञानं तृतीय वि आर् सपोस्ड् टु डु दिस् वन् वि आर् सपोस्ड् टु डु. ओ अत्र स्वरसन्धिः अभवत् वा? स्वरचिह्नानि अभवत्, अभवत्. अस्तु अस्तु. पदव्यवस्था अभवत्, आत्मनेपदतु एतदेव वा? अस्तु आम् आम् ओके ओके. स्वरितनितकर्तृ अभिप्राये क्रियापले एतदपि अभवत् खलु. अस्तु, कुत्र अस्ति अत्र? भवान् एव पठतु. ओके, पदव्यवस्था. पदव्यवस्था इत्युक्ते धातुः परस्मैपदिधातुः वा आत्मनेपदिधातुः वा उभयपदिधातुः वा इत्यस्य बोधः अस्माभिः पूर्वमेव दृष्टम् यत् धातुषु अनुनासिकः अच् इत् संज्ञा प्रयोजयति. इत् संज्ञा प्रयोजयति नाम अनुनासिकस्वरेण इत् संज्ञा सूच्यते इति अर्थः. अस्य एव इत् संज्ञस्य स्वरस्य अनुदात्तत्वम् उदात्तत्वं स्वरित्तत्वं च पदव्यवस्थां सूचयति. तर्हि इत्संज्ञकेन स्वरेण पदव्यवस्था ज्ञायते कथम् इति पश्येम यथा एधं वृद्धौ न एतदपि अभवत् इति मया एद एद वृद्धौ इति अपि आगच्छति इति मया अत्र एतत् विषये पठितमेव परन्तु पठतु चिन्ता मास्तु यथा एधं वृद्धौ धकारोत्तरवर्ति यः अकार अस्ति स अनुनासिक अस्ति अनुनासिक अतः इत्संज्ञक अधस्तात् चिह्नम् अस्ति अतः अनुदात अपि अस्ति अनुनासिक अकार अनुदात अपि अस्ति अतः एधा धातु आत्मनेपदी किमर्थम् इति चेत् अग्रे सरेम हा सो दिस् वि हव् रेड् आत्मनेपदी पदं पदत्वं विल् रीड् आक्चुलि वि हव् जस्ट् रेड् इट् more detail we were just seeing some examples that's what we did last time atra anunasikaha varnaha adaga asti kalu rekha adaga asti udataka kutra api rekha nasti swaritaka rekha kutra bhavati upari upari bhavati astu idani atmane padam etatapi abhavate eva atmane anudatta nita atmane padam iti maya suchitam api anudati nitam अत्र नित् अस्ति पूर्वं मया दृष्टमेव भवतः एव एतत् प्रश्नः उदेति अत्र नितः अनन्तरं गोयङ्क इति सः अपि एतत् विषये पृष्टवान् अनुदात नित यत्र यत्र नित भवति तत्र आत्मनेपदिनः भवति अतः एव एतते एतते एतन्ति एतस्य तादृशं भवति अनन्तरम् अत्र स्वरित नित अत्रापि मया सूचितमेव नित इति भवति नित यत्र यत्र नि आगच्छति तत्र अत्र स्वरित नित कर्तृ अभिप्राये क्रियापदे इत्यनेन अत्र किं भवति उभयपदिनः भवति खलु दृष्टवन्तः एतदपि अनन्तरम् अत्र शेषात् कर्तृ परस्मैपदं यत्र यत्र अनुदातः भवति यत्र यत्र आत्मनेपदिनः भवति अनन्तरं पर उभयपदिनः भवति यत्र शेषः भवति एतदेव शेषात् कर्तरि परस्मैपदम् इति एतदपि अभवत् अनन्तरं भ्वादयो धातवः इति अस्मात् धातोः इत्यस्य अनुवृत्ति एतत् सर्वं किम् अस्ति अत्र अधिकारी भवति अनन्तरं महोदय है लेवल् त्रीणि सूत्र त्रय त्रीणि सूत्राणि भवति इतोपि विवरणं इतोपि दातव्यम् इति चिन्तयति खलु हा यु गेव् द सूत्रं बट् वि डिण्ट् रीड् दिस् करपत्रम् अस्तु अस्तु अतः तत्र अनुदातनित आत्मनेपदम् इति स्वीकुर्मः अत्र प्रवीण आं भगिनि भवती पठतु आत्मनेपदम् आत्मनेपदत्वम् आत्मनेपदत्वम् अनुदात्तगीत आत्मनेपदं यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्संज्ञा भवति स धातुः आत्मनेपदी अनुदात्तश्च अत्रैव तिष्ठतु एकम् एकं पङ्क्तिं स्वीकृत्य अत्र अर्थं वक्तव्यमेव अत्र धातोः स्वरः यदि अनुदात्तः अस्ति चेत् तथा च ग इति इत्संज्ञक अस्ति चेत् सः धातु आत्मनेपदी धातु अस्ति उदाहरणरूपेण किम् अस्ति इति उदात्तस्वर अनुदात्तस्वर इत्युक्ते अधोरेखा एकनिमिषं भगिनि अत्र पश्यतु यस्मिन् धातौ ञकारः अस्ति खलु अत्र अनुदात्तः स्वरः इत्संज्ञकः अस्ति चेत् अत्र यस्मात् आत्मनेपदस्य प्रत्ययाः भवन्ति अत्र इतोपि अन्यसूत्रमपि अस्ति तङ्गाणाव् आत्मनेपदम् इति सूत्रमस्ति तङ्गाणाव् आत्मनेपदम् इत्यनेन एतत् सर्वम् इज् बहि महि, एतत् सर्वं भवति एव. अतः एव प्रथमम् अत्र परस्मैपदिनः किम् आरम्भं, प्रत्ययः किम् आरम्भम्? तिप्तस्ति. उत्तमं, तिप्तस्ति. अत्र तिप् अस्ति, अत्र पकारः अलन्त्यं तस्य लोपः इत्यनेन अपगच्छति, ति एव तिष्ठति. इदानीम् आत्मनेपदिनः किम् अत्र अन्तिमवर्णः किम् अस्ति? इङ् अतः एव ति इङ् योजनेन तिङ् प्रत्ययाः इति भवति. तिङ् प्रत्ययाः इदानीं किं किं भवति? परस्मैपदिनः भवति, अनन्तरं आत्मनेपदिनः मिलित्वा एव भवति. एतत् एव तिङ्, तिङ् इति परस्मैपदिनः नास्ति. तिङ् इति परस्मैपदिनः, अत्र तिङ् प्रत्ययः परस्मैपदिनः कति भवन्ति? नव खलु? नव, नव. अनन्तरम् आत्मनेपदिनः तिङ्, आत्मनेपदिनः प्रत्ययः नव एव. अतः एतत् मिलित्वा एव तिङ् इति पदम् आगच्छति. एतत् मनसि स्थापनीयमेव. तिङ् कथं भवति? इदानीम् एतत् अष्टादश मिलित्वा एव. एतत् सूत्रं तङ्गनावात्मने पदम् इति इत्यनेन एतत् सर्वं नव प्रत्ययः आगच्छति. आहत्य नव योजनं नव इत्युक्ते अष्टादश भवति. एतदेव तिङ् इति भवति. इदानीम् उदाहरणं स्वीकुर्मः चेत् अत्र एदौ इति अस्ति वृद्धौ. अस्मिन् धातौ दकार उत्तरवर्ति अकारः अनुदातः अस्ति. अतः तत्र उपदेशाज अनुनासिक इत्ति इत्यनेन एव अत्र इत्सञ्ज्ञकः भवति. एतत् पूर्वं जानीमः एव. उपदेशे अज अनुनासिक इत् इत्यनेन एव एद इत्यस्य, एद इत्यस्य दकार उत्तरवर्ति अकारः अनुनासिकवर्णः. एतत् सर्वम् अपगच्छति एव. अतः तत्र अत्र किं तिष्ठति अन्ते? एद एव तिष्ठति. एद् एव तिष्ठति. तादृशमेव शीङ् इति धातुः स्वीकुर्मः चेत् यत्र शीङ् इति इत्संज्ञक इकारः, यत्र ङकारः इत्संज्ञकः भवति अत्र किं पदिनः भवति? आत्मनेपदि. आत्मनेपदि, उत्तमम्. आत्मनेपदिनः भवति. यत्र यत्र ङकारः, इदानीमेव दृष्टवन्तः खलु, अनुदात्त नित, यत्र नित् आगच्छति तत्र आत्मनेपदिनः भवति. तावदेव. इदानीम् अग्रे द्वितीयपङ्क्तिः पठतु. अनुदात्तश्च पठतु भगिनी. भगिनी अस्ति वा? आम् आं भगिनि. म्यूट् मध्ये अनुदात्तौ इतौ यस्य सः अनुदात्ति गीत द्वन्द् गर्भ बहुव्रीहि तस्मात् अनुदात्ति गीतः. अनुदात्ति गीतः पञ्चम्यन्तम् आत्मनेपदं प्रथमान्तं द्विपदं तं सूत्रम्. अत्र पश्यतु, अत्र अनुदात्तनितः पञ्चमी एकवचनमस्ति. अनुदात्तनितः अनन्तरम् आत्मनेपदम् इति अस्ति. एतत् प्रथम एकवचनमेव. अग्रे पठतु. कुत्र अस्ति? भूवादयो धातवः. भूवादयोः धातवः. भूवादयो धातवः इति अस्मात् धातुः इति अस्य अनुवृत्तिः. टीकाकाराः सूचयन्ति यत् लस्य इति पदम् आयाति आक्षेपेण, यतोहि तस्य अर्थः निहितः आत्मनेपदम् इति अस्मिन् अनुवृत्तिसहितं सूत्रम् अनुदात्तगीतः धातोः लस्य आत्मनेपदम्. अत्र टीकाकारः सूचयन्ति यत् लस्य, लस्य इत्युक्ते किम्? लसि इति लकाराज् यत्र सर्वे लकारः एव खलु सर्वे किं किं लकारः सन्ति लट् लट् लिट् एकनिमिषं भगिनि अत्र झटिति वक्तव्यं चेत् अत्र भागः द्वयं भवति सार्वधातुकः अस्ति अनन्तरम् आर्धधातुकः अस्ति सार्वधातुकः किं भवति चेत् लट् लोट् लङ् विदिति समीचीनं खलु झटिति अपि आगच्छति अनन्तरं किञ्चित् क्लिष्टकरम् अस्ति शेषः षट् अस्ति खलु षड् अस्ति खलु एतत् इदानीं पठितव्यं किम् अस्ति चेत् लट् अभवत् लट् लोट् लङ् विदिरिङ्ग् अभवत् इदानीं लिट् लुट् लृट् लेट् लेट् सर्वदा कुत्र भवति वेदेषु वेदेषु समीचीनम् अनन्तरं लोट् अपि अभवत् लङ् अपि अभवत् विदिरिङ्ग् अपि अभवत् इदानीं लुङ् लृङ् एव तिष्ठति एतत् सर्वे किं भवति इति किं रूपेण भवति इति चेत् एतत् अधिकारमस्ति इतः परस्य पादस्य परिसमाप्तिपर्यन्तम् उक्तानि कार्याणि लकाराणां स्थाने भवन्ति यत्र यत्र कार्याणि भवन्ति एतत् सर्वं लकाराणां स्थाने एव भवन्ति खलु अत्र लकाराणां स्थाने एव भवति अतः लकारः लट् अस्ति लकारः लट् अस्ति इदानीं स्वीकुर्मः चेत् अत्र अस्मिन् अधिकारी उक्तः प्रथम आदेशः तिङ् अस्ति इदानीमेव दृष्टवन्तः तदा अन्ते सर्वे आदेशः तिङ् प्रत्ययानाम् आदेशरूपेण एव आगच्छति अतः एतेषु कस्यापि कृत् संज्ञा न भवति कृत् संज्ञा किं किम् अस्ति इति जानाति वा कृद् कृदतिङ् इति सूत्रम् अत्र प्रयोगं कुर्मः चेत् कृदतिङ् अत्र यः यः तिङ् नास्ति सः कृत् यत्र तिङ् नास्ति तिङ् अत्र कति प्रत्ययाः सन्ति अष्टादश अष्टादश अष्टादश सर्वं एतत् सर्वं त्यक्त्वा शेषः अस्ति चेत् एतदेव कृदतिङ् सो लस्य इति सूत्रेण लकारस्य स्थाने एव कार्यं भवति अतः एव तत्र टीकाकारः उक्तवन्तः अनुदातेत् नाम अनुदातः यत् यस्य सः धातुः अत्र अनुदातेभ्यः धातुभ्यः निभ्यः नित्भ्यः इदानीमेव दृष्टवन्तः निभ्यः खलु नितः यत्र आगच्छति निभ्यः धातुभ्यः च आत्मनेपदसंज्ञकाः प्रत्ययः विधीयन्ते सा इदानीमेव दृष्टवन्तः खलु आत्मनेपदिनः एतत् सर्वम् अत्रैव भवति आत्मनेसंज्ञकाः प्रत्ययाः विधीयन्ते इति सूत्रार्थः तर्हि यः धातुः अनुदातेत् भवति अथवा नित् भवति सः आत्मनेपदिनः धातुः तावदेव अत्र एद इति अग्रे पठतु भगिनि भवती एव पठतु कुत्र भगिनि यथा उपर्युक्त एदा धातौ अग्रिमपरिच्छेदः पठतु अग्रिमपरिच्छेदः पठतु परिचय परस्मैपदि भगिनी इदा अग्रिमपरिच्छेदः नाम अनुदात्त इति अस्तु अस्तु अनुदात्तेन नाम अनुदात्तः इत् यस्य सः धातुः अनुदात्तेभ्यः धातुभ्यः गीतभ्यः धातुभ्यः च आत्मनेपदसंज्ञकाः प्रत्ययाः विधीयन्ते इति अर्थः तर्हि यः धातुः अनुदात्तेन भवति तथा गीत भवति सः आत्मनेपदी धातुः अस्ति तावदेव इदानीमेव दृष्टवन्तः यत्र नितः इति अस्ति अनन्तरं धातुभ्यः यत् यत्र नितः भवति तत् आत्मनेपदिनः एव यत्र अनु आत्मनेपदिनः प्रत्ययाः आगच्छति नितः अनुदात्त एकनिमित्तमस्ति अनुदातः कुत्र रेखा भवति अनुदात्त अधोरेखा अधः रेखा एतत् किम् एकं निमित्तम् अनन्तरं नित यत्र नित आगच्छति एतत् अपि द्वितीयनिमित्तम् अनुदात्त नित आत्मनेपदम् इति अत्र एतत् निमित्तं द्वयं भवति. अनन्तरम् अग्रे अनिल् महोदय पठतु. ओके. यथा उपयुक्ते उपर्युक्ते अस्ति एतत् मिलित्वा एव अत्र सन्धिः किं भवति अत्र यणसन्धिः. उत्तमं. सूत्रं यण इको यणचि. अस्तु समीचीनम्. यथा उपरि उक्ते एधा धातौ अनुनासिकः नाम इत्संज्ञकः अकारः अनुदात्तः अपि अस्ति अतः एधा धातुः अनुदात्तेत अस्ति अतः आत्मनेपदी. तर्हि एधते इति लटि न तु एधति. कम्प धातुः अपि ईदृश्यः अनुदात्तेत अतः आत्मनेपदी कम्पते इति लटि. अवगतम्. एदति एदति एदति एदति इति आत्मनेपदिनः अत्र किमर्थम् अत्र एदति इति अस्ति इति एद् एव धातुः अत्र सा एव अस्ति परन्तु सकारहदेव सा आत्मं द्वम् एव भवति खलु खलु महोदय. इदानीं पश्येम एदते इति अस्ति अत्र टिते आत्मनेपदानां तेरे इति पूर्वमेव मया उक्तम् अतः तत्र तकार उत्तरवर्ति अकारस्य स्थाने एकारः भवति. किं सूत्रेण इत्युक्ते टिते आत्मनेपदानां तेरे एतत् सूत्रं पश्येम. अत्र टित लस्य आत्मनेपदानाम् इति अस्ति टित् लकाराणां दशलकाराणां यत्र टित् विषये आत्मनेपदस्य प्रत्ययस्य टीसञ्ज्ञकस्य टीसञ्ज्ञकः अत्र किं भवति टीसञ्ज्ञकस्य टी इत्युक्ते अन्तिमस्वर योग अन्यव्यञ्जनः यत् कोऽपि अस्ति तत्र एकनिमिषम् अत्र इदानीमेव दृष्टवन्तः खलु एदते एदते अत्र किमर्थं सकारः उत्तरवर्ति अकारः एव खलु एतदेव टीसञ्ज्ञकः तत्स्थाने इदानीं किं भवति ए भवति तत्स्थाने इदानीं ए भवति पश्यतु टीसञ्ज्ञकस्य ए आदेशः भवति अतः एव एदते इति भवति एद् योगः शप् मध्ये अकारः एव तिष्ठति अनुबन्धलोपानन्तरम् इदानीं ते स्थाने टिते आत्मने पदानाम् इत्यनेन अन्तिमवर्णस्य स्थाने टीभागस्य स्थाने एकारः भवति अतः एव एद् योगः अयोगः ते योजनेन एदते इति भवति. समीचीनम्. अत्र प्रश्नः अस्ति चेत् पृच्छतु पृच्छतु. प्रश्नः अस्ति वा महोदय? प्रथम एव ते किमर्थं न दत्तं प्रथमं त दत्तं देन् सूत्रः प्रयुज्य ते क्रियते अत्र ता इति अस्ति खलु ता आतां ता आतां ज अस्ति खलु ता एव अस्ति परन्तु ता कथं भवति तत्तु अवगतं महोदय. एकनिमिषम् एकनिमिषम् इत्तु प्लस् आ एव ता खलु अत्र तकारः उत्तरवर्ति अकारः अस्ति अत्र टिते आत्मनेपदानां तेरे इति सूत्रेण टी भागस्य स्थाने एकारः भवति अतः त ये योज ता योगः ये अस्ति चेत् ते इति भवति अतः एव अन्तिमरूपम् एदते इति भवति. अत्र भवतः प्रश्नः किम् इतोपि एकवारं वदतु. समीचीनम् अस्ति वा नास्ति वा क्लेशः अस्ति वा? न मम प्रश्नः तु विचित्रः अस्ति. सो ऐ एम् ट्रैङ्ग् टु आस्क् सी वेन् त फैनलि इन् आल् आत्मनेपदी त बिकम्स् दे अल्टिमेट्लि देर् इस् नो एक्सेप्शन् So then why didn't the sutra give te in the first place itself? No, no, no. Atre aham vadami sutram ah vadatu at ta takarah anya rupani krite avashyakam asti atah yatha anil mahodaye kichit manasi sthapayatu paninina एतावत् सूत्रं कृतं खलु एतत् व्यक्तं न भवति खलु व्यक्तं न भवितव्यम् आम् आम् एतदेव अहं तु विश्वासः अस्ति परन्तु अहं जिज्ञासु अस्ति किमर्थमस्ति अनन्तरं प्रत्ययलोपे प्रत्ययलक्षणम् इति भवति एतद्विषये किमपि न दृष्टं खलु इतः पर्यन्तम् अत्र भगिनी जानामि अहं जानामि भवती जानाति इति अहं जानामि परन्तु अनिल् महोदय एतत् विषये किञ्चित् न जानन्ति एव न जानाति एव खलु महोदये महोदय अत्र किं भवति अनिल् महोदय अत्र प्रत्ययलोपे प्रत्ययलक्षणं किम् अस्ति चेत् प्रथमम् एकः वर्णः आगच्छति अनन्तरम् अपगच्छति पुनरपि आगच्छति खलु प्रवीण् चौहान् प्रवीणा एतदेव खलु भवतः प्रश्नः अत्र समीचीनतया आसीत् एव परन्तु इतोपि प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रम् एकम् अस्ति अग्रे आगच्छति एव अत्र किं भवति चेत् प्रथमम् एकः वर्णः आगच्छति अनन्तरम् इति भवति पुनरपि आगच्छति परन्तु अत्र तिथे आत्मनेपदानां तेरे इत्यनेन एतत् सूत्रं कार्यं कर्तव्यमेव यत् पाणिनिना कृतम् अत्र तकारस्य स्थाने अन्तिमटीभागस्य स्थाने एकारः भूत्वा इदानीम् एतत् इति भवति समीचीनम् Hint itself, that is good enough for me. That gives me, okay, there is something. Astu, astu, astu. Astu. Idhanim, agre, bhavaneva patatu, dhatuhu. Dhatuhu, anudatet, asti che, atmanepadi. Dhatuhu, nit asti che, dapi, tatheva, atmanepadi. Singh, sheen, swapne, iti dhatuhu, nit atah, सः अपि आत्मनेपदी चेते इति लटि डिङ् अत्र सोपि इति अस्ति खलु किं किं सूत्र किं किम् अत्र सन्धिः भवति वदतु अत्र प्रथमं तु विसर्गस्य उकार आदेश सः सो अनन्तरं गुणसन्धिः भवति खलु पूर्वरूपसन्धि उकार अकार सोपि अस्तु समीचीनम् आत्मनेपदी चेते इति लटि इदानीम् एतत् शीङ् इति धातुः अस्ति खलु अत्र किञ्चित् इतो किमस्ति अत्र किञ्चित् उत्साहरूपेण एव एतत् भवति पश्यतु अत्र एतत् किम् अदादिगणे अदादिः अस्ति शी आत्मनेपदी भवति इदानीं पश्यतु अत्र शीङ्गः सार्वधातुके गुणः अत्र इदानीमेव दृष्टवन्तः अत्र तुदादिगणीयः अत्र किमपि गुणकार्यं निषिद्धः इति उक्तं खलु परन्तु इदानीम् एतत् अदादिगणीयः द्वितीयगणः अदादिगणीयः धातुः एतत्तु आत्मनेपदिनः एव किमर्थं चेत् अत्र शीङ् इति अस्ति खलु ञकारः यत्र यत्र ञकारः अस्ति तत्र आत्मनेपदिनः भवति इति वयं दृष्टवन्तः इदानीं शीङ् अस्ति परन्तु अत्र शी इति अस्ति अत्र शीङ्गः सार्वधातुके गुणः इत्यनेन एव अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः न भवति उहन्तलघुपदस्य अत्र साध्यमेव नास्ति एव परन्तु अत्र गुणः भवति किं सूत्रेण इत्युक्ते शिङ्गः सार्वधातुके इत्यनेन एव गुणः भवति. अतः दीर्घ ईकारस्य स्थाने एकारः भूत्वा शे इति भवति. अत्र विशेषसूत्रम् अस्ति विशेषसूत्रं मनसि स्थापयतु, कुत्रापि लिखतु अपि. एतत् गुणः किं किं सूत्रेण भवति इति वयं दृष्टवन्तः. सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भवति, पुहन्तलघुपदस्य च इत्यनेन गुणः भवति. अनन्तरम् इतोपि एकः कार्यमपि अस्ति, किं सूत्रमस्ति चेत् अत्र शिङ्गः सार्वधातुके गुणः इत्यनेन गुणः भवति. अतः एव दीर्घ ईकारस्य स्थाने एकारः भूत्वा भगिनी एकः प्रश्नः अस्ति, शी इति अन्तिम ईकार अस्ति चेदपि सार्वधातुकार्वधातुकयोः सूत्रेण किमर्थं न भवति? प्रसक्तिः भवति, परन्तु एतत् किञ्चित् विशेषणतया अस्ति. शीङ् इति धातु एतत् पाणिनिना कृतमेव, शीङ् इति विशेषरूपेण अस्ति, ञकारः अस्ति, आत्मनेपदिनः अस्ति, परन्तु एतत् विशेषेण किम् एकं सूत्रं स्वीकृत्य एव अत्र गुणः भवति. अनन्तरं शीघ्र सार्वधातुके गुणः इति भवति खलु, अन्यसूत्रमपि अस्ति. एतद् अन्यसूत्रं किम् अस्ति चेत् शीघ्र एतत् अपि अत्र शीङ्गो रुट् इत्यनेन रुट् आदेशः भवति. एतद् विषये एव शीङ्गे विषये एव अत्र अपि शीङ्गो रुट् एतत् विशेषणसूत्रमस्ति, किञ्चित् स्थाने एव भवति, सर्वत्र न भवति इति. शीङ्गो रुट् इति रुट् आदेशः भवति, अतः रुट् मध्ये आगच्छति, शीङ्गे रुट्. एतत् शिङ्गः सार्वधातुके गुणः एतत् पूर्वमेव दृष्टवन्तः खलु. एतत् सर्वं किञ्चित् विशेषणसूत्रमस्ति, अतः एव एतत् सर्वम् अत्र अभवत्. भवान् अनिल् महोदय अग्रे पठतु. आम्, स्वप्ने इति धातुः नित् अतः सोऽपि आत्मनेपदी, चेते इति लटि, डिङ् विहाय सा वायौ गतौ इति धातोः धातुः नित् अतः आत्मनेपदी, दयते इति डिङ् डिङ् अपि ओके. अत्र वायौ डिङ् इस् डि ते बट् वैट् विके दयते दयते डिङ् इति अस्ति. अत्र एतत् दृष्टम् कस्य गणः अस्ति दृष्टेम, एतत् कस्य गणः अस्ति इति एतत् आगच्छति एव. भादिगण एकनिमिषम्, अत्र द्वादिगणीयधातुः एतत्तु दी भवति, द्वादिगणेः एतदपि ञकारः अस्ति खलु डीङ् इति, अतः एव किं पदं भवति. हा तो डी प्लस् सप् प्लस् टि, न प्रश्नः मम प्रश्नः डीङ् इति अस्ति खलु, अतः किं पदं भवति अत्र डी इति एव अस्ति. अत्र एतत् सर्वं भवान् जानाति एव, शप् अस्ति, अकारः आगच्छति, अनन्तरं टिते आत्मनेपदानां टेरे इति अपि भवान् जानाति, भवती अपि जानन्ति अस्तु. इदानीं सार्वधातुक आर्धधातुकयोः इत्यनेन एव अत्र कार्यं भवति. अत्र अतः एव दीर्घ ईकारस्य स्थाने एकारः भूत्वा दे भवति. इदानीम् अग्रे येचो यव यावः इति भवान् जानाति एव, अत्र एकारस्य स्थाने अयादेशः भवति, डै भवति, डै योगः अयोगः ते डयते इति अन्तिमरूपम्. एतत् मनसि स्थापनीयमेव. किञ्चित् डयते किमर्थम् आगच्छति, डि एव अस्ति, डि दीर्घ ईकारः अस्ति, ईकारस्य स्थाने एकारः भवति. किमर्थं भवति चेत् सार्वधातुक अर्धधातुकयोः इदानीं एकारः अस्ति. एकारः किं रूपं स्वीकृत्य अत्र डै इति भवति चेत् एषो एवायावः डै भवति. आ योगः ते योगः डयते इति अन्तिमरूपम्. एतत् झटिति मनसि आगन्तव्यं. कथम् आगन्तव्यं चेत् एतत् विषये किञ्चित् अत्र अभ्यासः भवितव्यमेव. अस्तु, अग्रे पठतु भवती. किमर्थम् अद्य छात्राः बहु न्यूनमस्ति? चत्वारः एव. गतवर्गे विरामः स्वीकृतं सर्वत्र. अस्माकं कृते न अत्र विरामकालः, सर्वत्र सर्व पाठः न अचलति एव. अस्तु, इदानीम् अत्र उभयपदत्वं तर्हि अनुदात्तस्य स्वरस्य इत्संज्ञाकारणेन अथवा नकारस्य इत्संज्ञाकारणेन धातुः आत्मनेपदी भवति. भवति, इदानीमेव वयं दृष्टवन्तः. इदानीम् अत्र पूर्वमेव दृष्टवन्तः आत्मनेपदत्वं. किमर्थम् अत्र आत्मनेपदत्वम्? आत्मनेपदी इति साधु खलु. किमर्थम् अत्र आत्मनेपदत्वं? मनुष्यस्य किं मनुष्यः इति वदामः चेत् अत्र किं भवति? मनुष्यत्वम्. उत्तमम्, उत्तमं. तर्करीत्या वयं स्वीकुर्मः चेत् मनुष्यस्य किं भवति चेत् मनुष्यत्वं. वयं झटिति एतत् विषये किमर्थं भवतः कृते किमपि करुणा नास्ति वा, मनुष्यत्वं नास्ति वा इति वदामः खलु. मनुष्यत्वं नास्ति वा? एतदेव इदानीम् आत्मनेपदत्वं त्वम् इति किं सूचयति आङ्ग्लभाषायां? नेस् एन् ई एस् एस् स्वीट्नेस् थिक्नेस् एतत् भवति खलु अब्जेक्टिव्. एतत् नौन् अस्तु. आत्मनेपदत्वं भावः उदाहरणं. आत्मनेपदत्वम्, आत्मनेपदत्वं मनुष्यत्वं तादृशमेव एव अत्र उभयत्वम्, उभयपदत्वं नेस् अस्ति अत्र उभयपदत्वम् इति अस्ति. अग्रे पठतु भगिनि. अहं पठामि? पठतु. उभयपदत्वं त्वरितगीतः कर्तृभिप्राये क्रियाफले यस्य धातोः स्वरितस्वरस्य ञकारस्य च इत्संज्ञा भवति तस्य प्रक्रियायाः फलं कर्तुः अस्ति चेत् धातुतः आत्मनेपद तिङ् प्रत्ययाः विहिताः. क्रियायाः फलं कर्तुः नास्ति चेत् धातुतः परस्मैपदी परस्मैपद तिङ् प्रत्ययाः विहिताः भवन्ति. नाम एतादृश अत्र तिष्ठतु, इदानीम् अर्थं वदतु. यस्य धातोः बिन्दुद्वयम् अस्ति. प्रथमं स्वरितस्वरः इत्युक्ते उपरि रेखाङ्कित तथा च ञकारः इत्संज्ञकः भवति. तस्याः इत्युक्ते धातोः क्रियायाः फलं कर्तुः अस्ति. फलं कर्तारं गच्छति चेत् धातु आत्मनेपदी प्रत्ययः गृह्णाति. तथा च क्रियायाः फलं कर्तुः. एकनिमिषम्, अत्र आत्मनेपदम् आत्मनः एतत् सर्वं किं सूचयति? स्वयं प्रति गच्छति. स्वयं प्रति गच्छति. इदानीं परस्मैपदिनः इति परस्मै इत्युक्ते किं भवति? परस्मै अन्य जनाः कृते, अन्यजनाः कृते. अतः एव अत्र क्रियायाः फलं कर्तुः अस्ति चेत् आत्मनः अहं स्वस्य कृते कार्यं करोमि. स्वस्य कृते अहं खादनार्थम् अन्नं करोमि. एतत् सर्वं स्वस्य एव कार्यं भवति. अतः एव आत्मनः आत्मा खलु. आत्मानं आत्मना आत्मने आत्मनः आत्मनः आत्मनि एतत् सर्वं स्वस्य कृते भवति. अतः एव क्रियायाः फलं कर्तुः अस्ति चेत् अत्र आत्मनेपदिनः भवति, अत्र आत्मनेप्रत्ययः अपि भवति. अनन्तरं क्रियायाः फलं कर्तुः नास्ति चेत् तत्र धातुतः परस्मैपदी ञित् प्रत्ययाः विहिताः भवन्ति. परस्मैपदि परस्मै अन्येषां कृते कार्यं भवति चेत् अत्र परस्मै, आत्मनः स्वस्य कृते यत् कार्यं भवति एतत् आत्मनेपदिनः. तावदेव. नाम नाम नाम एतादृशः धातुः. अनिल् एकनिमिषम्, अनिल् महोदय किञ्चित् क्लेशः अस्ति वा, प्रश्नः अस्ति वा? आं महोदय, कर्तुः अत्र प्रातिपदिकं किं महोदय, विभक्ति किं महोदय? प्रथमविभक्ति एव कर्तुः. न भगिनी, षष्ठी एकवचनम्. एकनिमिषम्, अत्र अत्र भव अत्र पश्यतु, कर्तुः अत्र अस्ति चेत् अत्र धातुतः आत्मने नित् कर्तुः अत्र पञ्चमी विभक्ति एकवचनम् अपि भवितुम् अर्हति, षष्ठी विभक्ति अपि भवितुम् अर्हति. पत्र परन्तु अत्र स्थाने किं स्थानं किम् इति द्रष्टव्यं कर्तुः इति. अत्र षष्ठी पञ्चमी धातु अत्र कर्त्री अस्ति, कर्ता प्रथमम्. एकनिमिषं, पितुः कर्तृ इति प्रातिपदिकमस्ति खलु, कर्तुः इति कर्तुः एव प्रातिपदिकं. पितृ मातृ, इदानीं पितृ स्वीकुर्मः चेत् पिता, अनन्तरं पितुः पितुः पितुः पञ्चमी विभक्ति एकवचनं, षष्ठी विभक्ति एकवचनं. अत्र एतदपि पञ्चमी विभक्ति अपि अस्ति, षष्ठी विभक्ति अपि अस्ति. क्रियायाः फलं कर्तुः अत्र किं भवति चेत् षष्ठी कर्तुः अत्र अस्ति चेत् धातुतः आत्मनेपदि नित् अत्र इदानीं पञ्चमी किं सूचयति? पञ्चमी अहं चिन्तयामि कर्तुः फलम् इत्युक्ते कर्तारं कर्तारं प्रति गच्छति इति अहं चिन्तयामि. पञ्चमी अत्र किं सूचयति, षष्ठी किं सूचयति? पञ्चमी कर्तुः अत्र स्वीकुर्मः चेत् रामात् रामात् आगच्छति खलु. अनन्तरं रामस्य रामस्य कृते एतत् अभवत्, रामस्य कृते रामस्य कृते एतत् अभवत्. इदानीं रामात् रामात् एतत् आगच्छति, वृक्षात् एतत् वृक्षात् फलं पतति. अत्र अत्र कृते शब्द अध्याहृतं महोदय. आम् अहं चिन्तयामि षष्ठी किमर्थम् अत्र. अस्तु, अग्रे पठतु भवती. नाम एतादृशधातुः नाम एतादृशधातुः उभयपदी इति सारांशः. स्वरितश्च ञश्च स्वरितिञौ तौ इतौ यस्य च स्वरितिञित् द्वन्द्वगर्भबहुव्रीहिः तस्मात् स्वरितगीतः. कर्तारम् अभिप्रेति इति कर्तृभिप्रायं फलम् उपपद तत्पुरुषः. यथा कुम्भकारः तस्मिन् कर्तृभिप्राये क्रियायाः फलं क्रियाफलं षष्ठीपुरुष तत्पुरुषः तस्मिन् क्रियाफले. स्वरितगीतः पञ्चम्यन्तं कर्तृभिप्राये सप्तम्यन्तं क्रियाफले सप्तम्यन्तं त्रिपदम् इदं सूत्रम्. अहं समासः न जानामि अत्र समासविषये किञ्चित्. अत्र यत् अस्ति एतत् तावदेव. इतोपि अत्र एतत् समासविषये द्वन्द्वगर्भः द्वन्द्वगर्भः अनन्तरं बहुवीर्घि, एतत् बहुवीर्घिपदम् अन्ये पदं सूचयति. अनन्तरं द्वन्द्वगर्भः अपि एतत् समासविषये अस्ति. तस्मात् स्वरितनितः एतत् स्वरितः यत्र अस्ति, मितः अपि यत्र अस्ति, तत्र तत् स्थाने अत्र स्वरितनित कर्त्रि अभिप्राये फलमस्ति चेत्, कर्त्रि अभिप्राये फलं नास्ति चेत्, अतः तत्र उभयपदिनः भवति. अग्रे अत्र भूवादयोः धातवः, भूवादयोः धातवः इति अस्मात् धातुः इति अस्य अनुवृत्तिः. लस्य इति पदम् आयाति आक्षेपेण, यतोहि तस्य अर्थः निहितः आत्मनेपदम् इति अस्मिन् अनुवृत्तिसहितं सूत्रम् अनुवृत्तिसहितसूत्रं स्वरितङ्गितः धातोः कर्तृभिप्राये क्रियाफले लस्य आत्मनेपदम्. अत्र 1372 पृष्ठे मे चेत् अत्र पश्यतु, स्वरितनितः कर्तृ अभिप्राये क्रियाफले. अनुवृत्तिसहितसूत्रम् अत्र आत्मनेपदम् इति एव अस्ति. आत्मनेपदं वयं जानीमः एव, आत्मनेपदं किं किं भवति इति. सातां ध्वम् इद्वहि महि, एतत् एव आत्मनेपदिनः. एतत् अत्र प्रतिम अस्ति शत्रु शानच्छ, शत्रु परस्मैपदी एव भवति, शानच्छ अत्र आत्मनेपदी एव भवति. अत्र किञ्चित् टिप्पणी लिखतु, शत्रु कुत्र भवति इत्युक्ते अत्र आत्मनेपद प्रत्ययः यत्र भवति तत्र शानच्छ इति भवति. भवती गृहकार्यं वदति चेत् अस्तु अस्तु अग्रे गच्छतु महोदय. प्रश्नः अस्ति चेत् पृच्छतु. अत्र तु उभयपदं, परन्तु आत्मनेपदं किमर्थं लिखितम्? आत्मनेपदम् अत्र किमर्थं लिखितं चेत् आत्मनेपदमपि अस्ति अत्र स्वरितनितकर्तृ अभिप्राये क्रियाफले. क्रियाफलं यत्र कर्तुः विषये भवति तत् आत्मनेपदं भवति, यत्र कर्तुः विषये न भवति चेत् अत्र परस्मैपदिनः. इदानीम् अत्र आत्मनेपदिनः विषये आत्मनेपदं भवति, यत्र कर्तृ अभिप्राये क्रियाफलम् अन्यत्र गच्छति परस्मैपदिनः भवति. तावदेव तत्र भवान् इतोपि एतत् कर्तव्यमेव. अग्रे आगच्छति एतत् विषये अग्रे अस्ति. पठतु. धातुः यदि स्वरितेत् अस्ति, स्वरितः इति यस्य सः, अथवा यीत् अस्ति, तर्हि धातुः उभयपदी भवति. यथा दुपचष् पाके. अत्र चकारोत्तरवर्ती यः अकारः अस्ति सः स्वरितः अस्ति, इत् संज्ञकश्च, अतः धातुः स्वरितेत् अस्ति, उभयपदी च. लटि पचति पचते. इदानीम् अत्र उभयपदिनः स्वरितः अपि अस्ति, नितः अपि अस्ति. यत्र नित् भवति तत्र किं भवति? आत्मनेपदम् न अस्तु. इदानीम् अत्र दुपचस् इति अस्ति खलु, अत्र किं किं सूत्रेण एतत् सर्वं इत् भवति? भवती वदतु. डु इति अस्ति, डु इति चुटु प्रत्ययेन. न भवान् जानाति वा अनिल् महोदय? आमाम् अहं चिन्तयामि, अहं जानामि. जस्ट् अ मिनिट्. एकं क्लू करोमि, एकं हिण्ट्. अस्तु महोदय, ददातु ददातु. डु अस्ति खलु, अत्र प्रथमः आदिः भवति अत्र. आदिनिटुडवः महोदय. उत्तमम् उत्तमम्. एतदेव अत्र मनसि प्रथमम् अस्ति, एतत् आदिः भवति. अतः एतत् स्वीकृत्य एव अत्र सूत्रमपि भवति आदिर्मुटुडवः इत्यनेन अपगच्छति. बहु सम्यक् बहु सम्यक् महोदय, अहं न विस्मरामि. अस्तु, आदि एव भवति खलु, अतः आदिर्नुटुडवः. अनन्तरं दुपचष् शकार हलन्त्यं सूत्रेण, देन् उपदेशा च अनुनासिक अकार अपि लोप अकार अनन्तरम् अनुनासिकवर्णः अपि खलु, अत्र दुपच इति भवतु. एतत् चकारः कृतवती अनुनासिकः, ओदेशः च अनुनासिक इत्यनेन इति भवति. तावदेव. अत्र किम् इदानीं तिष्ठति पच्, अत्र त्रीणि सूत्राणि इत्संज्ञकाः भवन्ति अत्र. अतः तत्र भवती प्रवीण, अहं जानामि. आम् आम्, ड अस्ति चेत् मम भ्रमः जातः. इदानीम् आदिः स्वीकृत्य कार्यं करोति चेत् इदानीम् अत्र स्वरितः अस्ति, अनन्तरं ञकारः अस्ति, अतः धातुः स्वरितेत् अस्ति चेत् उभयपदी च लटि पचति इति भवति. अनन्तरम् उभयपदिनः पचति अपि भवति. एतत् परस्मैपदिनः, पचते इति भवति चेत् आत्मनेपदिनः, अतः उभयपदिनः. अग्रे अनिल् महोदय पठतु. ओके, प्राचीनकाले अत्र वाट् ऐ अण्डर्स्टुड् इस् पचति, सो यथा कुक् फार् पाचकः यदि पचति तत्र परस्मैपदी पचति. यदा यदा अहं स्वयमेव होस्टले अस्ति एण्ड् पाकं पचति, सो पचते अस्ति. तावदेव समीचीनं. पचते अस्माकम् आत्मनः कृते अत्र कार्यं भवति, अतः पचते भवति. पचति अन्येषां कृते भवति, अतः पचति. अस्तु अस्तु, अग्रे पठतु भवान् एव. प्राचीनकाले स्वरविज्ञानम् एकवारं पठतु. प्राचीनकाले एतत् दीर्घमस्ति खलु. आमां, प्राचीनकाले स्वरविज्ञानम् आसीत्, अतः तदाधारेण पदव्यवस्था ज्ञायते स्म. इदानीन्तनकाले दुपचं धातुः उभयपदी अस्ति इति जानीमः, अपि च नित् नास्ति, अतः स्वरितेत् स्यात् इति अनुमानं कुर्मः. एकनिमिषम्, अत्र प्राचीनतनकाले तन अपि अस्ति, इदानीन्तनकाले तन अपि अस्ति. यत्र यत्र तन, पुरातन, अद्यतन, यस्तन, यत्र तन अस्ति चेत् अत्र तनप्रत्ययम् इति एकम् अस्ति, मनसि स्थापयतु. इदानीं भवति इति मया उक्तम्. इदानीन्तनकाले, पुरातनकाले, अद्यतनकाले, यस्तनकाले, यत्र यत्र तन आगच्छति, एतत् तन इति प्रत्ययं योजनेन एव एतत् भवति. अस्तु, प्राचीनकाले स्वरविज्ञानम् आसीत्, स्वरविज्ञानमेव. स्वरं स्वरमित्युक्ते अत्र एकं वार्तिकम् अस्ति खलु, ज्ञापकमस्ति वा कोऽपि? स्वर स्वरविषये किञ्चित् वार्तिकमस्ति. वार्तिकम् किमपि न न न न स्वयं जायते, स्वयं जायते नास्ति, राजते, राजनं शासनं करोति, स्वयं शासनं करोति, स्वयं राजते. अत्र सर्वत्र स्वयमेव भवति. किं भवति चेत् अत्र स्वरविषये, अत्र किमपि अकारः तिष्ठति एव, अकारः एव. परन्तु इदानीम् इक् अस्ति, इञ् अस्ति, इत् अस्ति, अत्र किमपि कार्यं नास्ति. एतत् शून्यमिति भवति खलु, पूज्यम्. अत्र यं पूज्यं प्राक् एकम् अस्ति चेत् एव अत्र दश भवति खलु. अहं किं वदामि इति ज्ञातुं शक्यते खलु? न भगिनि, पूज्यं पूज्यम् इदानीं पूज्यं स्वीकरोतु. अत्र वेल्यू अस्ति वा? अत्र एतत् विषये पूज्यमस्ति, शून्यमस्ति. अत्र अत्र किमपि अत्र एतत् विषये तुल्यं न भवति खलु. इदानीं पूज्यं प्राक्, प्राक् चेत् पूर्वम् अहम् एकं स्थापयामि, इदानीं किं भवति? पूज्यम् दश भवति खलु दश भवति तादृशमेव इदानीम् इक् अहं स्थापयामि किमपि अर्थं भवति वा इदानीम् इक् अस्ति व्यञ्जनम् अस्ति व्यञ्जनम् इक् इन् इच् अत्र किमपि अत्र अर्थः नास्ति एव इदानीम् अहं स्वयं राजते इति स्वराः अत्र आस्थापयामः चेत् इक् पूर्वम् आस्थापयामः चेत् अत्र अक् इति भवति इक् भवति उक् भवति खलु अत्र व्यञ्जनं पृथक्तया तिष्ठति चेत् किमपि अर्थं न आगच्छति इदानीं स्वरविज्ञानम् आसीत् पूर्वतनकाले प्राचीनतनकाले अतः तद् आधारेण पदव्यवस्था ज्ञायते स्म अत्र पदव्यवस्था पूर्वतनकाले स्वरविज्ञानमेव भवति इदानीन्तनकाले दुपचस् धातुः उभयपदि अस्ति इति जानीमः दुपचस् अत्र दुवा इति भवति चष् अश् अनुबन्धलोपानन्तरं चकारः एव तिष्ठति अनन्तरम् ईश अपि भवति एतत् इदानीन्तनकाले वयं जानीमः पाणिनिना एव एतत् सूत्रं कृतम् एव कृतम् इति परन्तु पूर्वम् अपि व्याकरणविषये एतत् पाणिनिसूत्रविषये पूर्वमपि किमस्ति अत्र आचार्याः सन्ति एव इदानीन्तनकाले एव किं किमस्ति अत्र वररुचिः अभवत् कात्यायनः कात्यायनः वररुचिः नाम समानमेव कात्यायनः वररुचिः नाम समानमेव अत्र पृथक् पृथक् नास्ति एव खलु अनन्तरं पतञ्जलि अपि पतञ्जलिना कृतम् अत्र बृहत् भाष्यमपि अस्ति व्याकरणविषये इदानीं काले वि डोण्ट् हाव् द धातु लिस्ट् फ्रम् पाणिनि टैम्स् नोट्स् डोण्ट् वी हाव् रिटन् टेक्स्ट् फ्रम् पाणिनि टैम्स् विच् लिस्ट् आल् द धातु इदानीं मातुः अस्ति खलु पुष्पादीक्षितमहोदयः महोदयया एतत् पृथक्तया कृतम् अत्र इदु उपदा दातवः उदु उपदा दातवः एतत् सर्वं कृतम् अनन्तरं परस्मैपदिनः किं भवति एतत् किं भवति इति अग्रे आगच्छति एव कथम् एतत् पृथक् पृथक्तया भवत्या कृतम् इति समीचीनतया अस्माकं कृते तस्याः कार्यं बहु सुलभम् आसीत् अस्तु अग्रे पठतु यथा दुपचस् पाके अत्र चकार उत्तरवर्ति तत्तु समाप्तं महोदय प्राचीनकाले नेक्स्ट् प्राचीनकाले आमामाम् इदानीम् अत्र दुपचस् धातु उभयपदि अस्ति इति जानीमः एवम् ऊहां कृत्वा एव अद्यत्वे धातुपाठे एतादृशानि चिह्नानि कश्चित् योजितानि यथा अनुनासिकचिह्नानि न वर्तन्ते सामान्यधातुग्रन्थेषु तथैव अनुदात्तस्वरितचिह्नानि अपि ग्रन्थेषु सामान्यतया न लभ्यन्ते किन्तु केचन ऊहां कृत्वा स्थापितवन्तः तेषु दीक्षितपुष्पा माता अस्मिन् क्षेत्रे नायिका नायिका नायकः नायिका नायिका नायकः किम् अर्थं सूचयति अत्र लीडर् खलु नायकः एकम् अपि मेचेदा नाम नेत्री मेचेदा अपि एकम् एका महिला अस्ति सा अपि अध्ययनं कृत्वा फुल् धातुषु लिस्ट् कृतवती तत्र चिह्नं किं लोप स्थापयति स्थापयित्वा सो ऐ हाव् द डाक्युमेण्ट् फ्रम् मेचेदा एतत् विषये किञ्चित् सुब्रह्मण्यमहोदयेन अपि प्रेषितं खलु वाट्साप् द्वारा, एतत् तत्रापि अस्ति यत्र यत्र स्वरितः भवति यत्र अनुदातः भवति इति एतत् विषये दत्तवान् एव. अस्तु, इदानीम् एवम् ऊहाम् इति अस्ति खलु, ऊहां किं विभक्तिः अत्र ऊहाम् इत्युक्ते अनुमान अनुमान करणीयम् अत्र द्वितीया विभक्ति महोदय. उत्तमम् उत्तमम् उत्तमम् ऊहां द्वितीया विभक्ति एकवचनम् अस्ति. कृत्वा अत्र व्याकरणं वदतु. कृत्वा कृत्वा तु अत्र क्रीधातु अत्र त्वाप्रत्ययं तप्रत्ययं त्वाप्रत्ययम् अत्र डुकृञ्जिं करणे इति अर्थेन वक्तव्यं. डुकृञ्जिं करणे अत्र कृ धातुः एव, तत्र अपि डु किं सूत्रेण इति भवति आदिनुटडवः. डुकृञ् करणे ञकारः अपि अत्र अलन्त्यं तस्य लोपक कृ एव तिष्ठति. अनन्तरं डुकृञ्जिं करणे, करणे इत्युक्ते तृतीया करणे इति भवति खलु, प्रथमा कर्ता अत्र द्वितीय कर्म, तृतीय करणे, चतुर्थी किं भवति सम्प्रदानम्. उत्तमं. पञ्चमी अपादान. षष्ठी सम्बन्ध, सम्बन्ध सम्बन्धे षष्ठी. अनन्तरं सप्तमी अधिकरणे, अधिकरणे सप्तमी. उत्तमम्. एवम् ऊहां कृत्वा एव, एव किं पदम् अत्र अव्ययपदम् अव्यय अव्ययम् अद्यत्वे, अद्यत्वे एतत् धातुपाठे एतादृशानि चिह्नानि प्रथमं नकारः आगन्तव्यं, तादृशमेव ब्रह्मणः ब्रह्म एतत् अत्र किमपि नास्ति एव, ब्रह्म ब्रह्मः इति यथा अनुनासिकैट् ब्र हिं ब्र इं ह ब्रह्म इति प्रथमं मकारः आगच्छति, अनन्तरमेव हाकारः आगच्छति. भगिनी यदा वयं लिखामः तदा ह एव प्रथमम् आगच्छति परन्तु अत्र उदरे अस्ति एव इम्, तस्य हकारस्य स्थाने इम् उदरे एव अस्ति खलु, उदरम् इत्युक्ते ह इति अस्ति खलु, हा इति अस्ति चेत् अत्र अत्र अकारस्य उदरे एव इम् अस्ति खलु, द्रष्टुं शक्यते खलु. आम् आं भगिनि, अत्र अकारस्य उदरे एव इम् अस्ति, अकारस्य उदरे एव इम् अस्ति, अतः ब्रह्मा इति वक्तव्यं. ब्रह्म तादृशमेव चिह्नानि, तादृशम् एव चिह्नानि. अस्तु, इदानीं किं सूत्रं महोदय? तत्र सूत्रं नास्ति एव, अत्र वर्णम् अत्र वर्णः किं प्रयोक्तव्यं, कथं प्रयोक्तव्यम् इति तत्र दत्तं. किन्तु केचन वदतु. But what I understood is, in Sanskritam, at least whatever we write, we pronounce the same way. अस्तु, एतत् अभ्यासेन एव एतत् भवति. अत्र विपर्ययास किमर्थं महोदय? बिकास् एकनिमिषम् अत्र अत्र द्रष्टुं शक्यते किम्, आचार्यात् पादमादते, आचार्यात् पादमादते, आचार्यः एतत् विषये उक्तमेव, चिह्नानि इति पठितव्यम् आचार्येण उक्तम्, पादं शिष्यः स्वमेधया, एतत् अण्डर्स्टाण्ड् करणीयमेव, किं भवति इति अण्डर्स्टाण्ड् अत्र ज्ञातव्यमेव. अनन्तरं पादं स ब्रह्मचारिभ्यः, यत्र सहपाठिनः खलु तत् सः एव उक्तवान् चिह्नानि इति पठितव्यं ब्रह्मा इति पठितव्यम् अनन्तरं पादकालक्रमेण पादं कालक्रमेण च भवति अत्र किञ्चित् कालानन्तरमेव यथा पूर्वम् अस्माकं कृते त्रयोदशवर्षाणि संस्कृतं मया पठितमेव परन्तु प्रथमवर्गे ओ बहु क्लिष्टकरमस्ति रामः अत्र राम एव प्रातिपदिकं रामः इति विसर्गं किमर्थं रमुक्रीडायाम् इति उत्पत्तिः भवति अनन्तरं गै प्रत्ययः भवति रामः इति अनन्तरं ऋत्वविसर्गो एव अत्र विसर्गः भवति एतत् सर्वं भवति वा ओ बहु क्लिष्टकरम् अहं न आगमिष्यामि एतत् वर्गे हितपर्यन्तं तावदेव अहं फुल् स्टाप् करोमि विरामकालः स्वीकरोमि इति मनसि चिन्तनं भवति खलु किञ्चित् कालानन्तरं कालक्रमेण ओ रामः पदम् इति सम्यक्तया आगच्छति एव इति चिन्तनं भविष्यति खलु अनिल् महोदय आमाम् एतत् विषये छत्र चिह्नानि ब्रह्म एतत् विषये अत्र सूत्रं नास्ति एव एतत् आचार्यात् पादमागते आचार्यः एव एतत् विषये उक्तवान् अनन्तरं पादं शिष्यः अस्तु परन्तु राम टु रामः देर् आर् सूत्रास् रैट् फ्रोम् देट् वि अण्डर्स्टाण्ड् अस्तु इदानीं सो हियर् देट् श्लोके हौ डु यु प्रोनौन्स् देट् ब्रह्म गो टु अहं दर्शयामि वदतु अत्र पादं सब्रह्मचारिभ्यः सो हौ डु प्रोनौन्स् दिस् ब्रह्मचारिभ्यः परन्तु तत्तु बहु क्लिष्टमस्ति महोदय ब्रह्मचारिभ्यः तु सरलमस्ति ब्रह्मचारिभ्यः एव एतत् आचार्यः एव तस्य विषये उक्तवान् अहं तु शिक्षिका अस्मि इदानीं भवान् एतत् विषये चिह्नानि इति वक्तव्यं महोदय एतत् मनसि स्थापयतु चेत् भवती मनसि स्थापनीयमेव किमर्थम् एतत् भवति चेत् आचार्येण उक्तं तावदेव अत्र एतत् विषये मूढमतिः एव अत्र ओ चिह्नानि एव ब्रह्म एव ओके ओके अस्तु तावदेव एतत् गन्तव्यम् आचार्यात् पादमागते अत्र किमपि सूत्रं नास्ति एव महोदय इदानीम् अधिकम् अनुभवं भविष्यति तदा अवगतं पादं कालक्रमेण एव आगच्छति अनन्तरं स्वमेधय एतत् किम् अभवत् इति भवान् अत्र एतत् विषये इतोपि शोधनं कर्तुं शक्यते चेत् करोतु अस्तु महोदय अत्र इदानीं किन्तु केचन अत्र कासाञ्चन केचन कैश्चन इति चणप् प्रत्ययं कः कौ के इति अस्ति खलु किं पदम् अत्र किम् इति प्रातिपदिकमस्ति अत्र कः कौ के इति अस्ति अनन्तरं कच्छन शक विसर्गस्य स्थाने प्रथमं सकारः विसर्गस्य सकारः इति भवति अनन्तरं स्तोहोच्छुनाच्छुगु इत्यनेन शकारः भवति कच्छन इति भवति क्षणप्रत्ययम् अत्र खलु मनसि स्थापयतु क्षण इति प्रत्ययम् अस्ति तत्र एकम् अपि उदाहरणं कैश्चित् योजितं कैश्चित् चित् प्रत्ययम् अत्र क्षणप्रत्ययमपि अस्ति चित् प्रत्ययमपि अस्ति कैश्चित् कैचन केचन कर्चन काचन अत्र प्रातिपदिकं किमेव अत्र क्षणप्रत्ययम् अनन्तर चित्प्रत्ययम् ऊहां कृत्वा स्थापितवन्तः अनन्तरं तेषु दीक्षितपुष्पा माता अस्मिन् क्षेत्रे नायिका भवति इदानीम् एतत् मया एतत् एषः शब्द अवयमेव रैट् केचन चन प्रत्ययं चित् प्रत्ययं योजनेन अहम् एतत् विषये मम समीपे अस्ति एव किं योजनेन किं भवति इति अत्र भवती पठितवती वा अत्र अहं जानामि महोदय, अहं लता, अहम् ऐ थिङ्क् लेवल् टु मध्ये अपि अत्र किं किमस्ति अत्र पाठः गीताप्रवेशकः, गीताप्रवेशकविषये एतत् अस्ति एव, मया दश वर्षाणि पूर्वं मया एतत् परीक्षा आसीत्, परिचयकक्षायाम् अपि अस्ति महोदय. आम् आम् आम् इदानीं केचन ऊहं कृत्वा स्थापितवन्तः, तेषु दीक्षितपुष्पा माता अस्मिन् क्षेत्रे नायकः भवति. अन्यत् उदाहरणम् अत्र पश्येमि चेत् नीता इति डुक्रै अहं पठामि. अन्यत् उदाहरणं पश्येम, गीत इति डुक्रुञ् धातुः गीत् अस्ति, गीत् अतः अनेन सूत्रेण उभयपदी अस्ति. लटि करोति कुरुते, वेङ् वेङ् व्येङ् अपि उभयपदिनः. अत्र एतत् धातुः स्वीकुर्मः चेत् वे कथं भवति इति पश्य, यकार संज्ञक अस्ति चेत् उभयपदी अस्तु. डुक्रुय इति अत्रापि गीत इति संज्ञक अस्ति, अतः करोति कुरुते. इदानीम् अत्र अनुदातरेखा अपि अत्र न आगच्छति एव. सो यु रिमूव् दट् देन् इट् विल् कम्. तत्र वे इति अस्ति खलु, अत्र किमपि नास्ति एव, एचो यवा यावः एव ताव अत्र कार्यं करोति. एकादशस्थाने अयादेशकः भवति, अतः ऐ योगः शप् अनुबन्धलोपानन्तरम् अकारः एव तिष्ठति, टिप् मध्ये ति एव तिष्ठति, अत्र अन्तिमरूपं वयति इति समानमेव वयते वयते. अतः उभयपदिनः खलु, अतः अनन्तरम् अत्र पश्येम इति पश्येम अस्ति खलु, अत्र लोट् लकारे कुत्र भवति, बहुवचनम् अस्ति, म मस् वस् मस् पश्येम कुत्र भवति, उत्तमपुरुष बहुवचनम् उत्तमपुरुष अस्ति महोदय, अत्र अत्र अत्र पश्यतु, लोट् लोट् लकार, लोट् लकार विधिलिङ्ग, विधिलिङ्ग लोट् लकारः किमर्थं किं भवति चेत् पश्याव पश्याम इति भवति, पश्यानि पश्याव पश्याम इति भवति, पश्यतु पश्यतात् पश्यतां पश्य अत्र पश्येम इति विधिलिङ्ग, विधिं सूचयति खलु, दृष्टेम पश्येम एतत् सर्वे पश्येम भवेत् भवेत् अत्र भूधातुः स्वीकुर्मः चेत् अत्र किं भवेम भवेम अत्र भूधातुः पश्यतु चेत् अत्र विधिलिङ्गकारे भवेम एतत् विधिं सूचयति, विधिं सूचयति विधिलिङ्ग. अस्तु इदानीम् अत्र किं भवति, पश्येम विधिलिङ्ग बहुवचनं खलु. अनन्तरम् अग्रे पठति भवती एव, उपरियुक्ततयोः उपरियुक्तयोः सूत्रयोः ज्ञानेन के परस्मैपदी धातवः सन्ति इति अपि अवगम्यते. यः कोऽपि धातुः गित् अपि नास्ति, अनुदात्तेत् अपि नास्ति, यित् अपि नास्ति, स्वरितेत् अपि नास्ति, स धातुः परस्मैपदी एव, धातुः उदात्तेन अस्ति अस्ति चेत् परस्मैपदी, किन्तु उदात्तेन नास्ति चेतपि यदि ङित् उदात् अनुदात्तेत् ङित् स्वरितेत् नास्ति तर्हि सः धातुः परस्मैपदी एव, यथा रीष् रीष् रीष गै मुञ्ज हुजु नश एते सर्वे धातवः अपि परस्मैपदिनः परस्मैपदी धातूनां कृते पृथक् सूत्रम् अपि अस्ति तच्च अग्रे दत्तम् अस्ति शेषात् कर्तरि परस्मैपति इति परस्मैपदम् इति अस्ति अत्र इदानीं ऋष इति अस्ति खलु गै गै गै स्वीकुर्मः गायति इति खलु गै एतत् स्वीकुर्मः अत्र दृश् पश्येम चेत् अत्र अहमपि एतत् चिन्तयामि यत् अत्र किमपि इत्संज्ञक वर्ण नास्ति अत्र अत्र अत्र इत्संज्ञकः वर्णः किमपि नास्ति किम् अत्र किम् अत्र भवितव्यं ञकारः अस्ति चेत् अत्र उभयपदिनः अत्र नित् नित् अस्ति चेत् अत्र किं भवति आत्मनेपदिनः अत्र नश नश इति अस्ति अत्र किमपि चिह्नं नास्ति एव एते सर्वे धातवः अपि परस्मैपदिनः भवति अत्र किञ्चित् उभयपदिनः भवति उभयपदिनः डुकुरुञ्ज् करणे इति स्वीकुर्मः चेत् अत्र क्रूधातुः पश्येम क्रूधातुः अत्र भवति खलु उभयपदिनः पश्यतु उभयपदि खलु उभयपदि भवति अत्र कृणोति अत्र अर्थं किम् अस्ति चेत् कृणोति हिंसायाम् इति अर्थे आगच्छति कृ दुकृञ्जकरणे अपि अस्ति एतत् कुरु अन्ये पदम् इदानीं क्रूयि इति भवति क्रूयि अत्र ञकारः किं सूचयति उभयपदी ञकारः उभयपदी सूचयति अतः एव अत्र दुक्रुञ् करणे इति पश्यामः दुक्रुञ् करणे इति स्वीकरं परिचयधातुः अस्ति खलु एतत् तनादिगणीयः धातुः अष्टमगणः अस्ति उभयपदिनः किमर्थं चेत् अत्र दुक् ञकारः अस्ति ञकारः यत्र भवति तत्र उभयपदिनः भवति खलु अनुल् महोदय अत्र करोति इति भवति परन्तु आत्मनेपदिनः किं भवति एतत् उभयपदिनः किमर्थं जानीमः चेत् अत्र ञकारः भवति अस्तु अत्र किञ्चित् किं भवति अत्र परस्मैपदत्वम् इति अग्रिमवर्गे स्वीकुर्मः ओम् पूर्णमद अनिल् महोदय पठतु अन्तिमश्लोकं मङ्गलश्लोकम् ओम् पूर्णमद एतत् स्थापनीयं वा एकनिमिषम् अहं स्थापयिष्यामि पूर्णमदः मदः इति न वक्तव्यं मया उक्तं खलु ॐ पूर्णमदः पूर्णमिदं पूर्णात् एकनिमिषम् पठतु ॐ पूर्णमदः एकनिमिषं पुनरपि वदतु ॐ पूर्णमदः ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ श्रीगुरुभ्यो नमः अस्तु धन्यवादः पुनर्मिलामः नमस्ते भगिनी नमस्ते नमस्ते नमस्कारः